नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति क्रयादिगणः इति विषयः अस्ति। अयं विषयः आरब्धः आसीत्, तर्हि अयं लघुगणः अस्ति। अत्र एकषष्टि धातवः सन्ति अस्मिन् गणे। अत्र विकरणप्रत्ययः अस्ति श्ना इति प्रत्ययः, क्रियादिभ्यः श्ना इति सूत्रेण क्रियादिगणे ये धातवः सन्ति तेभ्यः श्ना इति विकरणप्रत्ययः विधीयते कर्तरार्थकसारधातुकप्रत्यये परे। कर्तरि शप् इति तु तत्र उत्सर्गसूत्रमस्ति, सर्वत्र प्रवर्तते, परन्तु तत्सूत्रं प्रबाद्य क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः क्रियादिगणीयधातुभ्यः श्नाप्रत्ययः विधीयते कर्तरि सार्वधातुके। श्नाप्रत्ययः सित् अस्ति इति कृत्वा तिंसित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः प्रत्ययः अस्ति। यदा धातुतः श्नाप्रत्ययः विधीयते तदानीं सार्वधातुकप्रत्ययः अस्ति इति कृत्वा गुणकार्यस्य प्रसङ्गः अस्ति। ईगन्तधातुः अस्ति चेत् गुणः भवितुमर्हति, लघुपदधातुः अस्ति चेत् अपि गुणः भवितुमर्हति, सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इत्याभ्यां सूत्राभ्यां गुणः भवितुमर्हति। परन्तु श्नाप्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति। निद्वत् अस्ति इति कृत्वा किमिति च इति सूत्रेण गुणनिषेधः भवति। अत्र वयं जानीमः यत्र यत्र प्रत्ययः अपित् निद्वत् अस्ति नित् अस्ति तत्र त्रीणि कार्याणि भवन्ति, कित् नित् प्रत्यये परे त्रीणि कार्याणि भवन्ति। एकं कार्यम् अस्ति गुणनिषेधः, द्वितीयम् अस्ति सम्प्रसारणं, तृतीयं कार्यमस्ति अनिदिधातूनाम् उपादायाः न लोपः भवति। यदा धातुः अनिदित् इदित् नास्ति अपि च उपादायां नकारः अस्ति तादृशनकारस्य लोपः भवति किति निति प्रत्यये परे। इति त्रीणि कार्याणि सर्वदा स्मर्तव्यानि, सार्वधातुकप्रत्ययः भवतु अर्धधातुकप्रत्ययः भवतु, सर्वत्र एतानि त्रीणि कार्याणि प्रवर्तन्ते। परन्तु सर्वदा तत्र धातुः सम्प्रसारणसंज्ञकः भवति इति नास्ति, केचन धातवः एव सम्प्रसारणसंज्ञकः। धातु सम्प्रसारणसंज्ञकः अस्ति चेत् सम्प्रसारणकार्यं तु अवश्यं भवति। तर्हि अस्मिन् गणे ये सामान्यधातवः सन्ति तत्र तु किमपि विशिष्टकार्यं नास्ति, धातुतः श्नाप्रत्ययः विधीयते। प्रत्ययस्य योजनानन्तरं सि योगः न सि न, यो योगः न युना इत्येवं रीत्या इव क्षम्यताम् इत्येवं रीत्या केवलं वर्णमेलनमेव भवति, न कोऽपि तत्र विशेषप्रयोजनं, किमपि विशेषप्रयोजनं नास्ति। तर्हि इदानीं ते तु सामान्यधातवः आसन्, इदानीं विशिष्टदातवः, विशिष्टदातवः तत्र पवादिगणे केचन दातवः सन्ति, यथा पुञ् लुञ् धुञ् ज्या रि इत्येवं रीत्या बहवः दातवः पवादिगणे सन्ति। तेभ्यः धातुभ्यः सिति प्रत्यये परे धातोः ह्रस्वत्वं भवति, स्वरस्य ह्रस्वत्वं भवति। पू इति दीर्घ उकारान्तधातुः, तत्र ह्रस्वत्वं भवति चेत् पू पू इति भवति, पुनाति इति रूपं भवति, लुनाति पुनाति धुनाति इत्येवं रीत्या सर्वत्र ह्रस्वत्वं भवति इति अपि अस्माभिः दृष्टम्। अनन्तरम् अत्र कार्यमस्ति सम्प्रसारणम्। अत्र अस्मिन् गणे एकः एव धातुः अस्ति ज्या धातुः, यस्य सम्प्रसारण संज्ञा भवति, सम्प्रसारणकार्यं भवति। यतोहि ग्रहीज्या वै व्यदि व्यष्टि वष्टि विचति वृच्छति पृच्छति बृजति नाम् इति च इति सूत्रेण केचन परिगणितधातवः सन्ति तत्र तस्मिन् सूत्रे कतिचन परिगणितधातवः सन्ति, तेभ्यः ज्या इति धातुः अपि अन्यतमः। तर्हि ज्या धातोः अत्र अश्नाप्रत्ययः विधीयते चेत् तदानीं सम्प्रसारणं भवति। तर्हि सम्प्रसारणार्थं कतिचन सूत्राणि सन्ति, एकं तु संज्ञासूत्रं, सम्प्रसारणसंज्ञासूत्रम् ईग्यणः सम्प्रसारणम्। यण् स्थाने इक् प्रत्याहारस्य वर्णः यदा आदेशरूपेण आयाति तदानीं तस्य सम्प्रसारणसंज्ञा भवति। यण् इकः स्थाने यणादेशः भवति इको यणचि इत्यनेन, तादृश तस्य विपरीतक्रमः अत्र अस्ति। यणः स्थाने इकादेशः इगादेशः भवति चेत् तस्य सम्प्रसारणसंज्ञा भवति इति तत्र संज्ञाविधायकसूत्रं। तत्पश्चात् अत्र सम्प्रसारणकार्यं यत्र भवति तत्र एतानि कार्याणि भवन्ति, एकं तु सम्प्रसारणाच्च इति सूत्रम्। सम्प्रसारणसंज्ञकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पररूपादेशः भवति। इदानीं तत्र ज्या इत्यत्र जकार यकार आकार, यकारः सम्प्रसारणसंज्ञकः अस्ति, तस्य स्थाने सम्प्रसारणकार्यं यदा भवति ग्रहीज्या इति सूत्रेण तदानीम् इ इति आदेशः भवति ज इ आ इति अस्ति. तर्हि इदानीम् इ योगः आ इत्यत्र सम्प्रसारणाच्च इति सूत्रेण इ इत्यस्य सम्प्रसारणसंज्ञा अस्ति, तस्य अनन्तरम् आ इति अच्वर्णः अस्ति इति कृत्वा इ योगः आ अत्र पूर्वपरयोः पररूपादेशः भवति. पूर्वरूपादेशः भवति, क्षम्यतां, पूर्वरूपादेशः भवति, पररूपं नास्ति, पूर्वरूपादेशः भवति. तर्हि इ एव आदिष्टः भवति, इ योगः आ. वस्तुतः ज जकारः इकारः आकारः, तत्र इकारः योगः आकारः इत्यत्र पूर्वपरयोः पूर्वरूपादेशः इकारादेशः भवति. अतः ज योगः इ जि इति स्थितिः. यतोहि अत्र अस्माभिः अन्यदपि दृष्टं, परिभाषा सम्प्रसारणं तदाश्रयं च कार्यं बलवत्. सर्वदा बलाबलचिन्तनं न कुर्मः, यत्र सम्प्रसारणकार्यम् अस्ति तत्र बलाबलचिन्तनं न कुर्मः. यतोहि यत्किमपि कार्यं भवतु तत्सर्वं प्रबाद्य प्रथमतया सम्प्रसारणकार्यमेव अवश्यं भवति, तत्पश्चादेव अन्यकार्यं भवति. अतः सम्प्रसारणकार्यम् अवश्यं प्रथमतया भवति. तर्हि अत्र ज्यायोगः न इति स्थितौ सम्प्रसारणकार्यानन्तरं जी योगः न, सम्प्रसारणानन्तरं जी योगः न इति स्थितिः. इदानीं तत्र हलः इति अन्यत् सूत्रमस्ति. हलः यत्र अङ्गस्य प्रत्ययात् पूर्वं यद् अङ्गमस्ति, जी इति अङ्गम्, अङ्गस्य अन्तिमवर्णः इकारः सम्प्रसारणसंज्ञकः अस्ति, तस्मात् पूर्वं हल् वर्णः भवेत्. अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति. तर्हि जी इत्यत्र इकारः अङ्गस्य अन्तिमवर्णः, तस्य सम्प्रसारणसंज्ञा भवति, तस्मात् पूर्वं जकारः हल् वर्णः अस्ति इति एतादृशस्थितिः. प्रथमतया हल् वर्णः, तस्य अनन्तरं सम्प्रसारणसंज्ञकः वर्णः अस्ति चेत् अङ्गस्य अङ्गान्तस्य दीर्घादेशः भवति. अतः जी इति जी इति दीर्घः भवति, जी योगः न. इदानीम् अस्यां स्थितौ अत्र पवादीनां ह्रस्वः इत्यनेन क्षितिपरे पवादीनां ह्रस्वत्वं भवति. ज्या इति धातुः पवादिगणे अस्ति इति कृत्वा अत्र पवादीनां ह्रस्वः इत्यनेन जी इत्यस्य ह्रस्वत्वं भवति, अतः जिना जिनाति इति रूपं लभ्यते. तत्र अस्माकं प्रश्नः आसीत् किमर्थं हलः प्रथमतया भवति, किमर्थं पवादीनां ह्रस्वः इति पूर्वं किमर्थं न स्यात् इति. तदर्थम् अस्माभिः उक्तं सम्प्रसारणं तदाश्रयं च कार्यं बलवत्. अत्र हलः इति सूत्रं सम्प्रसारणसंज्ञकं वर्णम् आश्रित्य कार्यमस्ति. अङ्गस्य अन्ते सम्प्रसारणसंज्ञकः अस्ति चेत् तदानीं हलः इत्यनेन तस्य दीर्घादेशः भवति. अतः परिभाषायाः आधारेण सम्प्रसारणं तदाश्रयं च कार्यं बलवत् इति परिभाषायाः आधारेण हलः इति सूत्रं सम्प्रसारणसम्बद्धकार्यम् इति कृत्वा सम्प्रसारणाच्च हलः तत्र युगलम् अस्ति, तयोः कार्यं प्रथमतया भवति, बलवत् भवति, तयोः कार्यं प्रथमतया भवति, तत्पश्चात् एव अन्यस्य सूत्रस्य कार्यं भवितुमर्हति. अतः पुवादीनां ह्रस्वः इति तु तदनन्तरमेव भवति इति कृत्वा अत्र बलाबलचिन्तनं न कार्यम्, अत्र साक्षात् परिभाषायाः बलेन हलः इति प्रथमतया कार्यं करोति इति कृत्वा तत्र जिना इति रूपं लभ्यते इति तत्सर्वम् अस्माभिः दृष्टं. तत्र प्रसङ्गप्राप्तम् इति कृत्वा तप्रत्ययान्तस्य विषये अपि तत्र दृष्टमासीत्, तस्य विषये इदानीम् आवश्यकता नास्ति इति कृत्वा तस्मिन् विषये अहं पुनः न वदामि, यतोहि अत्र सार्वधातुकप्रकरणे अस्य आवश्यकता नास्ति. तर्हि इदानीं किञ्चित् अग्रे गन्तुं शक्नुमः. सम्प्रसारणं ग्रहधातुः, ग्रहधातुः अस्माकं प्रसिद्धः धातुः, गृह्णाति गृह्णाति इति रूपं वयं जानीमः. तत् कथं भवति इति इदानीं वयं पश्यामः. तत्र किं विजयभगिनी पठितुमिच्छति वा? आं महोदय, नमस्कारः. अत्र सम्प्रसारणं ग्रहधातुः, ग्रहिजा वै व्यधि वष्टि विचति वृच्छति पृच्छति पृच्छतीनां निति च इत्यनेन ग्रह ज्या वै व्यद् वश् व्यच् व्रच्छ पृच्छ व्रश्च येषां सम्प्रसारणं भवति किति निति प्रतिपरे अस्ति चेत्. इदानीं ग्रह अत्र श्ना इति क्रयादिगणे अस्ति, अत्र इग् योगः रेपः योगः आयोगः मीखयोगः स्ना इति अस्ति. इदानीम् अत्र ग्रहीज इति इत्यनेन सम्प्रसारणं भवति. रेपस्य स्थाने ऋकारः अकारस्य पूर्वरूप आदेशः. इदानीम् अत्र ईगयोगः रुयोगः ईक्षयोगः ना इति भवति. इदानीम् अटुकुपवाङ्मं व्ययवायपि इत्यनेन नत्वं भूत्वा दन्तिनकारस्य स्थाने मूर्धिं नकारः, अतः तत्र घ्रह्ना इति अङ्गं भवति. तावदेव खलु महोदय? आमां कृपया वदतु. आम् अत्र इदानीम् अत्र सम्प्रसारणं भवति. सम्प्रसारणम् अत्र ई ऊरु लु अस्ति चेत् अत्र इकारस्य स्थाने इकारः, तद् वयं जानीमः एतत् विषये. इदानीम् अत्र इकारस्य स्थाने यकारः इति नास्ति, सम्प्रसारणं विपरीतक्रमः, यकारस्य उल्टा भवतु, यकारस्य स्थाने इकारः भवति. अत्र ग्रह इत्यत्र कः कः वर्णः? रेपः अस्ति, तत् स्थाने इदानीं ऋकारः भवति. एतदेव अत्र जातम्. इदानीम् अत्र इदानीं ग्रह इति स्वीकुर्मः चेत् धातु अत्र क्रियादिगणे स्ना इति विग्रहप्रत्ययमस्ति. अत्र आनुपूर्वे अत्र युग् योगः रेपः योगः आयोगः युक् योगः स्ना इति भवति. इदानीम् अत्र ग्रहिजा ग्रहिजा वै व्यधि पश्चि विचति पृच्छति पृच्छति बृजतीनां नीति च इति सूत्रेण सम्प्रसारणं भवति, अतः तत्र रेपस्य स्थाने ऋकारः भवति. अनन्तरम् अत्र इदानीमत्र पूर्वरूपमेव आदेशः भवति इति सम्प्रसारणा च इत्यनेन इदानीम् अतः तत्र युग् योगः ऋकारः भवति. अनन्तरं युह् योगः न इति दन्त्यनकारः अस्ति. अत्र अटुकुपवाङ्मं व्ययवायेपि इत्यनेन अत्र भगिनी भगिनी तद् नत्वात् नत्वात् पूर्वं सम्प्रसारणकार्यं कथं भवति इति पुनः एकवारं वदतु. तदनन्तरं किं भवति? गृह इति भवति खलु, अत्र रेपस्य स्थाने ऋकारः भवति, अतः तत्र घृह्ना इति भवति. न न ऋकारस्य अनन्तरम् अकारः अस्ति खलु, तस्य का गतिः? अकारस्य पूर्वरूपम् आदेशः भवति सम्प्रसारणा च इत्यनेन. तत् वदतु. सम्प्रसारणा च इत्यनेन अत्र पूर्वरूपमेव आदेशः भवति अकारस्य. अतः तत्र इदानीं ऋकार अकारयोः द्वयोः स्थाने पूर्वरूपादेशः. आम्, रेपस्य ऋकारस्य स्थाने पूर्वरूप अकारस्य पूर्वरूप आदेशः भवति. अतः एव अत्र युग्योगः ऋकारः इदानीं युग्योगः न इति भवति. इदानीं वर्णमेलनेन घ्रह्ना इति भवति. अनन्तरं दन्त्यनकारस्य स्थाने मूर्धन्यनकारः अटुकुपवाङ्मं व्ययवायपि इति सूत्रेण मूर्धन्यनकारः भूत्वा अत्र घ्रह्ना इति अन्तिम अङ्गं भवति. रूपं किम् अस्ति? घृह्ना इति भवति. घृह्ना गृह्णा गृह्णा गृह्णा गृह्णाति गृह्हा गृह्हा गृह्णाति. नकारस्य उच्चारणं पूर्वं भवेत् हकारस्य अनन्तरम्. आमां वंशी इव. अस्तु, आमां गृह्णाति गृह्णाति गृह्णाति इति रूपम्. अस्तु, समीचीनं, धन्यवादः. अग्रे उषा भगिनी अग्रे पठति वा? ज्ञादातुः आं भगिनि. नमस्कारः भगिनि. नमस्कारः. ज्ञा धातुः ज्ञा जनो जा ज्ञा क्रयादिगणे जन् दिवादिगणे ज्ञा जन् चेतनयोः जा आदेशः भवति स्थिति प्रत्यये परे. आदेशः अनेकाल् अतः अनेकाल्चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य. ज्ञाश्च जञ्च तयोः इतरेतरद्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः षष्ट्यन्तं जा लुप्तप्रथमाकं पदं द्विपदमिदं सूत्रम् तिबु क्लमु चमां शिति इत्यस्मात् स्थिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ज्ञाजनोः अङ्गस्य जा शिति अस्तु ज्ञाजनोर्जा इति सूत्रम् अस्ति ज्ञा इति क्रयादिगणीयधातु जन् इति दिवादिगणीयधातु द्वयोः स्थाने ज्ञा इत्यस्य कृते अपि च जन् इत्यस्य कृते जा इति आदेशः भवति शितिप्रत्यये परे शिति इति अनुवृत्तिसहितम् आयाति शितिप्रत्यये परे शित् प्रत्यये परे अत्र ज्ञा इति धातुः अस्माकं विषयः ज्ञा धातुः त्रयादिगणे अस्ति तस्य स्ना इति प्रत्ययः परः अस्ति चेत् शितिप्रत्ययः परः अस्ति इत्यनेन ज्ञा इत्यस्य स्थाने जा इति आदेशः भवति आदेशः जा जकार आकार अनेकाल् अनेकवर्णः अस्ति आदेशः अनेकाल् अतः अनेकाल्चित् सर्वस्य इत्यनेन अनेकः अनेक अल् अथवा षित् अपि अस्ति इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति प्रायेण वयं जानीमः अलोन्तस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्थाने आदेशः भवति यत् आदेशः विधीयते तत् अन्तिमवर्णस्य स्थाने इति वयं जानीमः अलोन्तस्य इत्यनेन परन्तु अत्र अनेकाल्चित् सर्वस्य इत्यनेन अन्तिमवर्णस्य स्थाने नास्ति परन्तु पूर्व पूर्णस्थाने पूर्णस्थाने सर्वस्थानिनः स्थाने भवति इति अस्ति ज्ञाश्च जञ्च इतरेतरद्वन्द्वः ज्ञा इतरेतरद्वन्द्वः सो ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः षष्ट्यन्तं तयोः स्थाने जा इति आदेशः भवति ज्ञाजनोः षष्ट्यन्तं जा लुप्तप्रथमाकं पदं द्विपदमिदं सूत्रम् अष्टिवीक्लमु चमांशिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः सो ज्ञाजनोः अङ्गस्य जा क्षितिपरे इति अनुवृत्तिसहितं सहितसूत्रम् अस्ति ज्ञा अपि च जन् धातोः अङ्गः परः षित् प्रत्ययः क्षितिप्रत्ययः अस्ति चेत् ज्ञा इत्यस्य स्थाने जा आदेशः भवति पूर्णज्ञा इत्यस्य स्थाने जा इति आदेशः भवति जन् अपि जन् स्थाने अपि जा आदेशः भवति भगिनि अग्रे पठामि वा भगिनि बहु सम्यक् भगिनि धन्यवादः तत्र अनेकाश्चित् सर्वस्य इति एव अस्ति खलु सम्बन्धितमस्ति अतः तदपि पठतु एकवारम् अनेकाल्चित् सर्वस्य आदेशः अनेकाल् आदेशः एकः एव वर्णः न अपि तु अनेके वर्णाः सन्ति अनेकाल् आदेशः अनेकाल् अथवा चित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य यस्य स्थाने आदेशः आदिष्टः सः स्थानि इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः न एकः अनेकः नै तत्पुरुषः अनेकः अल् यस्य सः अल् यस्य सः अनेकाल् बहुव्रीहि शकारः इत्यस्य सः षित् बहुव्रीहि अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल् चित् सर्वस्य स्थाने अनेकाल् चित् सर्वस्य इति एकं परिभाषासूत्रम् अस्ति आदेशः अनेकाल् अस्ति आदेशः अनेक अल् अस्ति अथवा चित् अस्ति चेत् तत् आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य स्थाने नास्ति परन्तु सर्वस्थानिनः स्थाने पूर्ण टुडेस् पूर्णधातुस्थाने अथवा यत्र आदेशः विधीयते तस्य अङ्गस्य सम्पूर्णाङ्गस्य सम्पूर्णाङ्गस्य धन्यवादः सम्पूर्णस्थानस्य सम्पूर्ण अङ्गस्य स्थाने आदेशः भवति अनेकाल् चित् सर्वस्य अनेक अल् अस्ति अथवा षित् अस्ति चेत् आदेशः वयं जानीमः यस्य स्थाने आदिष्टः भवति सः तत् आदेशः सः स्थानि यस्य स्थाने आदेशः आदिष्टः सः स्थानि यस्य स्थाने अत्र अङ्गस्य अथवा धातोः कृते यस्य स्थाने आदेशः भवति आदिष्टः सः स्थानि अत्र ज्ञाजनोर्जा इति ज्ञा इत्यस्य स्थाने इति ज्ञा इति धातोः स्थाने इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः वयं जानीमः अलोन्तस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने एव भवति परन्तु अनेकाचित् सर्वस्य इति सूत्रम् अपवादसूत्रम् अलोन्तस्य इत्यस्य कृते न एकः अनेकः नै तत्पुरुषः न एकः अनेकः अनेकः वट् डु वी काल् दट् भगिनी नाट् किं नै तत्पुरुषः किं नै तत्पुरुषः इति पर्युदासः प्रसज्यते पर्युदास अत्र पर्युदास खलु कुत्र न एकः अनेकः इति वा पर्युदास अस्तु अनेक अनेकाल् षित् सर्वस्य अनेकः अनेकः इत्यत्र इत्युक्ते पर्युदासः वा प्रसज्य इति प्रसज्य इति स्थिते आक्षन् इति मम चिन्तनम् इत्युक्ते तत्र अनेकः इति पर्युदासः एव यतोहि एकभिन्नः भवेत् कश्चन वर्णः भवेत् परन्तु एकभिन्नः भवेत् इत्युक्ते एकः न भवेत् एकभिन्नः भवेत् इति कृत्वा पर्युदासः इति वक्तुं शक्यते इत्युक्ते कश्चन वर्णः अपेक्षितः तदानीमेव अनेकः खलु परन्तु सः वर्णः एकाकी न भवेत् कश्चन वर्णः अपेक्षते परन्तु तत् न एकः अनेकः नै तत्पुरुषः अनेकः न भवेत् एकाकी न भवेत् ओहो अस्तु अस्तु शकारः इत् यस्य सः षित् ओके अनेकाल् बहुव्रीहिः शकारः अपि बहुव्रीहिः षित् अपि शकारः इत् यस्य सः षित् आं बहुव्रीहिः अनेकाल् च षित् च अनेकाचित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं स्थाने अन्तरतमः वयं जानीमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनेकाचित् सर्वस्य अनेकाचित् सर्वस्य स्थाने इति सर्वस्य इति सर्वस्य अङ्गस्य स्थाने अथवा सर्वस्य धातोः पूर्ण आदेशः भवति समीचीनम् तत्र सम्पूर्ण अङ्गस्य इत्यत्र पूर्ण अङ्गस्य वयं वदामः चेत् समीचीनम् अस्ति वाक्यं पूर्ण अङ्गस्य इति नास्ति सम्पूर्ण अङ्गस्य सम्पूर्ण अङ्गस्य इति वाक्यं यदा वदामः सम्पूर्ण अङ्गस्य स्थाने इति वदामः चेत् समीचीनमस्ति वाक्यं सम्पूर्ण अङ्गस्य स्थाने सम्पूर्ण इति समासः अस्ति इत्यनेन वा सम्पूर्णाङ्गस्य वा इति वक्तव्यं सम्पूर्णाङ्गस्य वदति चेत् तत्र दोषः अस्ति यदि वक्तुमिच्छति चेत् सम्पूर्णस्य अङ्गस्य स्थाने इति वक्तुं शक्नोति परन्तु सम्पूर्णाङ्गस्य इति न वक्तुं शक्यते सम्पूर्णाङ्गस्य इति वक्तव्यम् इति एवं रीत्या एव अस्माकं दोषः सर्वदा जायते समस्तपदानां विषये दोषः भवति तत्र वयं किं कुर्मः चेत् यत्र सन्धिः भवेत् अत्र सन्धिं न कुर्मः इति कृत्वा दोषः भवेत् इदानीं कदाचित् वयं वदामः लघुः लघु आकारः अस्ति इति वयं वदामः लघु आकारः अस्ति तत्रापि दोषः अस्ति लघ्वाकारः इति वदामः परन्तु कथम् अन्यरीत्या वक्तुं शक्नुमः इति चेत् लघुः आकारः अस्ति इति वदति चेत् दोषः नास्ति परन्तु लघु आकारः इति वदति चेत् दोषः अस्ति समस्तपदमस्ति तत्र कृत्वा एव वक्तव्यं सन्धिम् अकृत्वा न वक्तव्यं चेत् दोषः यतोहि तदानीम् इत्युक्ते पूर्वपदं सम्पूर्ण इति वदति चेत् इदानीम् अपदम् अस्ति सम्पूर्ण इति अपदम् अस्ति अपि च पृथक् अपि सम्पूर्ण इति पृथक् अपि वदति अङ्गम् इति पृथक् अपि वदति तत्र योजयित्वा न वदति एकपदरूपेण न वदति तर्हि समासः अपि नास्ति पदमपि नास्ति अतः महान् दोषः अस्ति अस्तु भगिनि अस्तु तर्हि किं शोभाभगिनी अग्रे पठति वा अत्र ज्ञाजनोर्जा इति सूत्रस्य विषये कोऽपि संशयः अस्ति वा सरलमेव अस्ति खलु ज्ञाजन् इत्यनयोः स्थाने जा आदेशः भवति क्षितिपरे जा इति आदेशः अनेकाल् अस्ति इति कृत्वा तत्र अलोन्त्यस्य इति सूत्रेण अन्तादेशः उत्सर्गरूपेण भवेत् परन्तु तत् प्रबाद्य अनेकाल् अस्ति इति कृत्वा अनेकाल्चित् सर्वस्य इति सूत्रेण अङ्गस्य सम्पूर्णस्य स्थाने जा इति आदेशः भवति शोभाभगिनी अग्रे आं भगिनि अग्रे इदानीं न योगः न भवती अत्र निच् अपि सूत्रं भवितुम् अर्हति वा किं निच् इति सूत्रमपि वा किमर्थं निच् इति सूत्रम् अत्र अन्तिमवर्णस्य स्थाने अत्र नित् नास्ति खलु आदेशः सूत्रस्य आदेशे नित् जाङ्ग् जाङ्ग् इति नास्ति खलु ज्ञाजनोर्जाङ्ग् इति अस्ति चेत् अन्तादेशः पुनः मकारः नास्ति खलु अतः निच्छ इत्यस्य कोऽपि प्रसङ्गः नास्ति प्रसङ्गः नास्ति धन्यवादः अस्तु भगिनि भगिनि तत्र ज्ञायोगः न ज्ञाजनोर्जा इति सूत्रेण तत्र ज्ञाधातोः स्थाने जा इति आदेशः भवति इदानीं जायोगः न जाना इति अङ्गं प्राप्तं दिवादिगणे जन् योगः ष्यन् क्षमतां जन् योगः ष्यन् तत्र जन् इत्यस्य अपि यतोहि तत्र ज्ञ जन् इत्यनयोः धातोः जा इति आदेशः भवति इति कृत्वा जन् इति धातोः अपि जा इति आदेशः भवति जा योगः श्यन् तत्र शकारनकारयोः इत्सनि अपि लोपः यकारः एव अवशिष्टः जायोगः या जाया इति अङ्गं भवति तत्र अग्रे पठामि वा अशिति अशिति जा आदेशः न भवति ज्ञायोगः स्यति ज्ञास्यति ज्ञायोगः त ज्ञाता ज्ञातः जन्योगः स्यते जनिष्यते जन्योगः त जनसनखनां सञ्झालोः इत्यनेन नकारस्य इत्यनेन नकारस्य आकारः सवर्णदीर्घः इत्यनेन जातः जाता इति प्रातिपदिकं जातः इति पुंलिङ्गे भवति जनसनखनां सञ्झलोः इत्यनेन इति सूत्रं जन् सन् खन् येषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि सन् प्रत्यये परे झलादि कित् नित् प्रत्यये परे च अनुवृत्तिसहितसूत्रं जनखन जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलो निति इति तत्र इदानीं ज्ञा इति धातुं स्वीकृत्य अङ्गं कथं निर्दिश्यते इति दत्तं ज्ञायोगः तत्र श्ना इति विकरणप्रत्ययं स्वीकुर्मः तदनन्तरं ज्ञा इति एव तिष्ठति ज्ञा ज्ञाना इति भवेत् तत्र न जनोर्जा इत्यनेन धात्वादेशः न इत्यस्य जा इति आदेशः भूत्वा जाना इति अङ्गं सिद्ध्यति. दिवादिगणे तु शन् प्रत्ययः, तत्र जन् इति धातुः स्वीकृतः. जन् योगः शन् इत्यत्र, तत्रापि जन् इत्यस्य जा इति आदेशः, जाया इति अङ्गं भवति, शन् इत्यस्य यकारः एव तिष्ठति इति. अशीति जा आदेशः न भवति. तत्र ज्ञाजनोर्जा इति सूत्रे जादेशः शितिपरे एव भवति इति उक्तं. तेन केवलं षित् प्रत्ययः परम् अस्ति चेदेव जा इति आदेशः भवति. अतः तत्र शन् इत्यत्र, श्ना इत्यत्र, तत्र षित् इति भवति इति कृत्वा एव जादेशः. अशीति तु न भवति. अतः ज्ञायोगः स्यति, तत्र किमपि कार्यं नास्ति. ज्ञास्यति ज्ञायोगः त, तत्र ककारस्य लोपः कित्, अतः ज्ञाता इति प्रातिपदिकं सिद्ध्यति, अनन्तरं ज्ञातः इति पुंलिङ्गे. जन्योगः स्यते, तत्र इडागमः अपि च आदेशप्रत्ययोः इत्यनेन सकारस्य मूर्धन्यशकारादेशः जनिष्यते इति भवति. जन्योगः त, तत्रापि कित् किं भवति, तत्र तत्र जनसनखनां सञ्झलोः इत्यनेन तत्र नकारस्य दीर्घ आकारादेशः भवति. अतः जन् इत्यस्य जा इति, तत्र पुनः जा इति भूत्वा, तदनन्तरं ता इति कित् इत्यनेन तकारः एव तिष्ठति. ज्ञाता इति प्रातिपदिकं ज्ञातः इति पुंलिङ्गे. अपि च इदानीं तत्र जनसनखनां सञ्झलोः इति सूत्रं, जन् सन् खन् इत्येतेषां धातूनां तत्र धातोः नकारः अस्ति अन्ते, तेषां दीर्घ आकारादेशः भवति. यदा झलादि सन् प्रत्ययपरे झलादि चित् नित् प्रत्ययपरे, अस्य सूत्रस्य निमित्तानि झलादि सन् प्रत्ययः अथवा झलादि कित् वा नित् वा प्रत्ययः परे अस्ति चेत् तदा इत्येतेषां धातूनां नकारस्य दीर्घ आकारादेशः आदेशरूपेण भवति इति अनुवृत्तिसहितसूत्रं वदति. जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलो निति, अङ्गानाम् आत् भवति, झलि परे सञ्झलोः क्निति, क्निति परे अपि झलोः क्निति, झलि आत् झलोः क्निति किं झलोः आत् भवति इति. तत्र सम्यक् वा? जनसनखनाम् अङ्गानां विशेषविशेषणम् आत् इति प्रथमा, झलि इति सप्तमी, तदेकं, अनन्तरं सञ्झलोः क्निति इति. हा, तत्र सन् इति जलादिः एव अस्ति खलु, किमर्थं सञ्झलोः इति वक्तव्यं? सन् इति जलादि एव अस्ति इति जन् किमर्थं, हा इत्युक्ते तत्र जनसनखनाम् इति उक्तमेव. सन् इति सन् प्रत्ययः अस्ति परसप्तमी, सञ्झलोः इति अस्ति खलु, सञ्झलोः इति सप्तमी द्विवचनं, तत्र सञ्झलोः इति किमर्थं वक्तव्यं? सन् इति वदति चेत्, सनि इति वदति चेत् पर्याप्तं खलु, किमर्थं सञ्झलोः इति वक्तव्यम्? झलोः इति तत्र झल् प्रत्ययस्य कृते इडागमः अपेक्षितः इत्यनेन. इडागमः कदाचित् भवति, यदा इडागमः भवति तदानीम् अस्य प्रसङ्गः नास्ति. इडागमः यदा न भवति इदानीं तत्र सन् झन् सन् कन् इत्येतेषां त्रयाणां धातूनाम् इडागमः भवति वा न वा? झन् सन् कन् जन् जन् इत्यस्य कृते अस्ति खलु सेट् धातु अर्थात् जन् सेट् धातु सेट् धातु तत्र इडागमः भवति अतः जन् धातोः इडादिसंकृत्यः एव भवति जल् नास्ति इति जल् नास्ति तदानीं जल् नास्ति अपि च तत्र सन् धातुः अपि सेट् अस्ति तत्रापि इडादि एव भवति फन् फन् इत्यस्य का गतिः तत्र पृथक्तया उक्तम् आकारादेशो भवति झलादिसम्प्रत्यये परे तदनन्तरं पुनः झलादि कित् नित् प्रत्यये परे इति किमर्थम् इति पृच्छति वा भगिनि तत्र जलादिकित्नित् प्रत्यये परे तु तत्र क्लेशः नास्ति झलादि सन् प्रत्ययः इति किमर्थम् उक्तं तत्र निमित्तं सन् प्रत्ययः तु जलादि एव अस्ति तर्हि किमर्थं जलादि इति उक्तम् इति चेत् यत्र सन् प्रत्ययस्य इडागमः न भवति तत्र जन् सन् खन् धातोः नकारस्य स्थाने अकारादेशः भवति इति कुत्र इति चेत् अत्र जन् सन् खन् इति त्रयः धातवः त्रयः अपि सेट् दातवः खलु आम् आं भगिनि मन्हन् एव अनिड्धातु न मन्हन् इत्यस्य विषयः नास्ति अत्र जन् सन् खन् इत्येव अस्ति खलु आम् आम् तर्हि जन् तर्हि किमर्थं तत्र जलादि सन्नृत्यः इति उक्तम् जनसनखनां सञ्जलोः इत्यत्र इत्युक्ते अत्र पश्यतु जी जनिषति इत्यत्र जनिषति इत्यत्र इडागमः भवति अतः तत्र अकारादेशः न भवति परन्तु सन् धातोः विषये विकल्पेन इडागमः भवति तत्र विशिष्टसूत्रमस्ति येन सन् धातोः सन् प्रत्यये परे विकल्पेन इडागमः भवति यस्मिन् पक्षे इडागमः न भवति तस्मिन् पक्षे नकारस्य अनेन सूत्रेण आकारादेशः भवति अतः केवलं सन् धातोः कृते एव सन् सञ्जलोः इति उक्तम् अस्तु अवगतं वा सर्वैः मम प्रश्नः आसीत् अत्र जनसनखनाम् अङ्गानाम् आकारादेशः भवति जलादि किति निति प्रत्यये परे इति एकं निमित्तम् अनन्तरं जलादि सन् प्रत्यये परे इति अपरं निमित्तम् अस्ति जलादि किति निति प्रत्यये परे तु अस्माभिः अवगम्यते अत्र यथा जायते इति अस्ति खलु जानाति इति अस्ति खलु जानाति ज्ञास्थाने जा आदेशः ज्ञाजनोर्जा इत्यनेन तत्र तु जानाति इति एव अस्ति तत्र तु जन् धातुः नास्ति परन्तु कुत्र न तत्र नास्ति जन् धातुः जन् धातुः पृथक् धातुः अस्ति जन् इति धातुः तत्र जन् धातोः जलादि सन् प्रत्यये परे जलादि कित् नित् प्रत्यये परे अत्र जन्योगः तप्रत्ययः जन्योगः तप्रत्ययः इत्यत्र तप्रत्ययः जलादि अपि अस्ति कित्नित् अपि अस्ति जन्योगः त जलादि कित्नित् अस्ति इति कृत्वा जन् स्थाने जा आदेशः भवति अतः जातः इति रूपम् अस्ति तत्तु क्लेशः नास्ति अत्र क्लेशः नास्ति परन्तु यत्र सन् प्रत्ययः अस्ति तत्र जलादिप्रत्ययः अस्ति एव तर्हि किमर्थं जलादि इति उक्तम् इति चेत् अत्र जन् सन् कन् इति त्रयः धातवः अपि सेटः परन्तु सन् धातोः विशेषः कः इति चेत् सर्वदा इडागमः भवति चेत् सन् धातुः कदापि जलादि न भवति यतोहि तत्र इडागमः भवति इडागमः भवति चेत् जलादि भवति न तु क्षम्यताम् इडागमः भवति चेत् अजादिः भवति न तु जलादिः तर्हि कथं कुत्र जलादिसन् प्रत्ययः प्राप्यते इति चेत् केवलं सन् धातोः विषये यदा सन् प्रत्ययः विधीयते तदानीं तत्र इडागमः विकल्पेन भवति यस्मिन् पक्षे इडागमः न भवति तस्मिन् पक्षे अनेन सूत्रेण जन्योगः सन् प्रत्ययः तत्र संयोगः सन् प्रत्ययः संस्थाने नकारस्य स्थाने अकारादेशः तर्हि सा योगः सन् इति स्थितिः भवति इति तत्र एकस्य धातुः कृते तत्र सञ्जलोः इति उक्तमस्ति. अस्तु, एनियो तत्र यद्यपि अत्र अत्र प्रसङ्गप्राप्तम् इति उक्तमस्ति, अत्र अस्माकं विषयः नास्ति. अस्माकं विषयः कः इति चेत् जलादि कितिनिति प्रत्यये परे जनसनखनां धातु धातूनां नकारस्य स्थाने आकारादेशः भवति इति तत्र उक्तम्. इत्युक्ते तदपि अस्माकं प्रसङ्गः वस्तुतः नास्ति, यतोहि तत्तु तप्रत्ययस्य प्रसङ्गः अस्ति. अत्र यः धातुः अस्ति तत्र अस्य विषयः नास्ति. अत्र तर्हि किमर्थम् अत्र उक्तम् इति चेत् जन् धातोः विषये अत्र उक्तमस्ति. जा आदेशः कुत्र, अत्र जन् इति अस्ति खलु, ज्ञा जनोर्जा, जन् धातुः अस्ति तत्र इति कृत्वा अत्र प्रसङ्गप्राप्तम् इति कृत्वा उक्तमस्ति. तावदेव, धन्यवादः भगिनि. अस्तु, समीचीनं. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. अनिदिधातवः इति अस्ति, तत्र किं लक्ष्मी भगिनी पठति वा? आं भगिनि, आं भगिनि, पठामि भगिनि. तर्हि अत्र संयोगसन् इत्यत्र यत्र इदागमः भवति तत्र इसन् इति यदा भवति तत्र जलादित्वं नश्यति इति कारणात् आकारः सन् धातुः आकारः न भवति. सन् इति एव तिष्ठति. सनिस् सकारस्य सकारः अपि भवेत्. यत्र सनिष्यति अस्तु, यत्र सन् इत्यस्य विकल्पे निडागमः न भवति तत्र तु आकारः नकारस्य स्थाने आकारः भवति. सीशासति. अस्तु भगिनि, पठामि. अनिदितः धातवः, क्षम्यताम्. एतावता अस्माभिः दृष्टं यत् धातुः इदित् अस्ति चेत् तत्र अनुमागमस्य प्रसक्तिः, यथा वदि धातुः इदित् ह्रस्व इकारः इत् यस्य सः अस्ति, अतः इदितोनुं धातोः इति सूत्रेण अनुमागमः विहितः. वदि, वद्, वन्द्, वन्द्, वन्द् इति भवति. स च नुमागमः नित्यः, न कदापि गच्छति, नाम यदा मूलधातौ नकारः नास्ति यथा वद् धातौ, अनन्तरं नकारं योजयामः इदितोनुं धातुः इति सूत्रेण तदा तस्य नकारस्य लोपः न कदापि भवति. अत्र अनितः अनिदितः धातवः के इत्यत्र उक्तमस्ति. अनिदित् इति वदामः चेत् न इदित् अनिदित् इति वयं जानीमः. अत्र इदित् इत्युक्ते इतीत् यस्य सः इति अर्थः. तर्हि द्विवारम् इत् भवति. प्रथमः इत् तु इकारः, द्वितीयः इत् ह्रस्वत्वम् अपि सूचयति. तर्हि ह्रस्व इकारः इत् रूपेण यथा धातौ मूलधातौ अस्ति तादृशधातुः, एकक्षणं भगिनि, तादृशधातुः इदित् इति वक्तुं शक्यते. तर्हि इदित् धातोः कश्चन विशिष्टसूत्रमस्ति, इदितोनुं धातोः सूत्रेण नुमागमः भवति. तर्हि यत्र इदित् धातुः अस्ति तस्य नुमागमः भवति. यथा वदि इति धातुः स्वीकुर्मः चेत् वदि इति इत्यत्र ह्रस्व इकारः अस्ति, सः इकारः इत् अपि अस्ति, तस्मिन् धातुः नुमागमः भूत्वा वन्द् इति भवति. वकारकार नकारदकार तादृशनकारस्य अनुस्वारस्य नश्चापदान्तस्य जले इत्यनेन नकारस्य अनुस्वारादेशः भवति. वकारस्य अनन्तरम् अनुस्वारः भवति, वन्द् इति भवति. पुनः अस्य धातोः अनुस्वारस्य ययि परसवर्णः सूत्रेण अनुस्वारस्य स्थाने नकारादेशः भूत्वा वन्द् परसवर्णः चित्वा वन्द् इति एव रूपं भवति. अत्र वैशिष्ट्यं किम् इति चेत् मूलधातौ मूलधातुः इदित् अस्ति, इदितोनुं धातुः इति सूत्रेण नकारः आयाति, तादृशनकारः प्रक्रियावेलायां कुत्रापि न अपगच्छति इति वैशिष्ट्यमस्ति. तर्हि वन्द् इत्यत्र यत् नकारः योजितः सः नकारः प्रक्रियावेलायां न कदापि लुप्यते इति अत्र वैशिष्ट्यमस्ति इति अत्र सूचितम्. अग्रे पठामि किम्? आमां बहु सम्यक् भगिनि, समीचीनं. तर्हि अग्रे पठतु. परन्तु मूलधातौ नकारः अस्ति चेत् तर्हि तस्य लोपः अर्हः. आदौ एतादृशषट् धातवः सन्ति, बन्ध, स्रन्ध, मन्ध, स्रन्ध, अन्यः स्रन्ध, ग्रन्थ, कुन्ध च. एते धातवः अनिदितः धातवः, ह्रस्व इकारः इत् येषां नास्ति ते. अतः कितिङिति प्रत्यये परे तेषाम् उपधायां स्थितस्य नकारस्य लोपः भवति. स्ना अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण ङित्वत् भवति. अत्र अस्मिन् परिच्छेदे किमुक्तम् इति चेत् अत्र क्रियादिगणे अनिदितः धातवः सन्ति वा इति चेत् अत्र षड् धातवः अनिदित् धातवः सन्ति. ते षड् धातवः बन्ध, षन्ध, षन्ध इति द्विवारमस्ति, पुनः मन्ध, श्रन्ध, ग्रन्थ, कुन्ध इति षड् धातवः ये सन्ति, एते क्रियादिगणे सन्ति, एते धातवः अनिदितः सन्ति. यतोहि अत्र अत्र ह्रस्व इकारः इत् नास्ति, अन्यत्र तु इकारः इत् रूपेण अस्ति चेत् इदित् धातवः इति कथयामः. अत्र तादृश इकारः, ह्रस्व इकारः इत् रूपेण नास्ति इति कारणात् अनिदितः धातवः इति वदामः. तर्हि एतेषां एतेभ्यः धातुभ्यः परे यदि कितिङित् प्रत्ययः भवति चेत् तत्र उपधायां नकारः वर्तते, तादृशनकारस्य लोपः भवति इति अत्र वैशिष्ट्यमस्ति अनिदित् धातूनां कृते. तर्हि अत्र श्ना इति क्रियादिगणे श्ना विकरणप्रत्ययः यथा विधीयते, श्नाप्रत्ययः अपित् अस्ति, सार्वधातुकः अपि अस्ति, अपित् अपि अस्ति इति कारणात् ङिद्वत् भवति सार्वधातुकम् अपित् सूत्रेण अत्र इति उक्तं तावदेव अत्र अस्मिन् परिच्छेदे. आं समीचीनं भगिनि. इत्युक्ते इदित् धातुः अनिदिधातुः कः इति अस्माभिः अवगन्तव्यः खलु. इदिद्धातुः इत्युक्ते यस्य ह्रस्व इकारस्य, यस्य धातोः अन्ते ह्रस्व इकारस्य इत्संज्ञा भवति सः धातुः इदित्. सर्वदा धातोः अन्ते एव, मध्ये कुत्रचित् नास्ति. ह्रस्व इकारः धातोः अन्ते इत्संज्ञकः अस्ति चेत् धातुः इदित्. धातोः अन्ते यः अन्यः यः कोऽपि वर्णः इत्संज्ञकः अस्ति, स्वरः ह्रस्व इकारः नास्ति चेत् सः धातुः अनिदित्. तर्हि अनिदित् धातुः अस्ति चेत् उपधायां यः नकारः तस्य लोपः भवति. यथा बन्द् इति धातुः अनिदित् अस्ति, ह्रस्व इकारस्य इत्संज्ञा नास्ति, बन्द् धातुः अनिदित्, उपधायां नकारः अपि अस्ति इति कृत्वा तादृशनकारस्य लोपः भवति कितिनिति प्रत्यये परे. परन्तु अत्र वन्द् इति धातुः यः धातुः अस्ति तत्र मूले तु धातौ नकारः नास्ति, वदि इति एव धातुः अस्ति, तत्र ह्रस्व इकारस्य इत्संज्ञा अस्ति. अतः वदि धातुः इदित् धातुः अस्ति. इदित् धातुः अस्ति इति कृत्वा तत्र नुमागमः आयाति, मूले नकारः आसीत् इति नास्ति, नकारः आयाति इदितोनुं धातोः इति नकारः आयाति इति कृत्वा धातुः वन्द् इति रूपं लभ्यते. तत्र कितिनिति प्रत्यये परे नकारस्य लोपः न भवति, नकारः तिष्ठति, यतोहि धातुः इदित् अस्ति. परन्तु बन्द् धातुः, बन्द् धातुतः कितिनिति प्रत्यये परे नकारस्य लोपः भवति इति भेदः अस्ति. अतः धातुः इदित् वा अनिदित् वा इति अस्माभिः सम्यक्तया अवगन्तव्यम्. अनिदित् अस्ति चेत् नकारः आगतः इति नास्ति, मूले एव अस्ति, मूले यः नकारः तस्य लोपः. इदित् धातुः अस्ति चेत् नकारः आयाति, तस्य लोपः कदाचिदपि न भवति, सामान्यतया न भवति, परन्तु रुदादिगणे कदाचित् भवितुमर्हति, परन्तु अन्यत्र कुत्रापि न भवति. अस्तु अस्तु समीचीनम्. अत्र कोऽपि प्रश्नः अस्ति वा? सम्यक्. तर्हि अग्रे अनिमा भगिनी अग्रे पठति वा? आं भगिनि नमस्कार. अनिदित्रां हलः उपधायाः किम् इति येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे. इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहि गर्भः नञ् तत्पुरुषसमासः तेषाम् अनिदितां क च ङ च तयोः इतरेतरद्वन्द्वः कङौ कङौ इतौ यस्य सः किङित् द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् किङिति. अनिदितां षष्ठ्यन्तं हलः षष्ठ्यन्तम् उपधा षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तं किङिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. श्नान्नलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनिदितां हलः अङ्गस्य उपधायाः न लोपः किङिति. तत्र हलन्तधातु ये सन्ति तस्य ह्रस्व इकारस्य इत्संज्ञा नास्ति इत्युक्तं पूर्वम् उक्तं यदा इदित् इत्यनेन नकार उपधः अस्ति चेत् नकारः भवति इति. एतत्तु अनिदित् धातवः सन्ति तेषाम् उपधायां नकारः अस्ति तस्य नकारस्य स्थाने किं भवति इति अत्र उक्तमस्ति. अत्र कितिङिति प्रत्यये परे तत् नकारस्य लोपः भवति इति उक्तम्. इत् इकारः इत्युक्ते इकारः इत् अस्ति येषां ते इदितः यत् पूर्वं दृष्टं वदि धातोः वन्द् इति भवति. अत्र न इदितः अनिदितः इति भवति. तत्र बहुव्रीहिगर्भः नञ् तत्पुरुषसमासः अस्ति इति उक्तम्. तत्र न इदितः अनिदितः तत् नञ् तत्पुरुषसमासः अस्ति. तदनन्तरं सोरि इदित् इत् इत् अस्ति येषां ते इदितः तत् प्रथमं भवति किल तत् बहुव्रीहिसमासः. तदनन्तरं न इदितः अनिदितः अतः बहुव्रीहिगर्भः नञ् तत्पुरुषसमासः तेषाम् अनिदिताम् इति भवति. बहुव्रीहि इत्यनेन तस्य तत्र विशेष्यं किम् अस्ति अनिदित् इत्यत्र? विशेष्यम् न इदितः तत्र विशेष्यम् इत्युक्ते किम्? न बहुव्रीहिसमासः कीदृशं भवति? बहुव्रीहिः गर्भः अस्ति इति. न न इदानीम् एक बहुव्रीहिसमासस्य एकं सामान्यम् उदाहरणं वदतु. ऊढरथ येन सह. सः कः? अन्यः. अन्यः अत्र अन्यः कः? इदित्यस्य सः इत् अस्ति येषां ते इदितः इत्यत्र न इदितः इत्यत्र अन्यः कः? धातुः. धातुः अत्र धातुः इति वक्तुं शक्नुमः अथवा अङ्गम् इति वक्तुं शक्नुमः धातुरूपी अङ्गम्. आम् अङ्गम्. आम् आम् समीचीनम् अग्रे गच्छतु. क च ङ च तयोः इतरेतरद्वन्द्वः भवति कङौ इति अस्ति कङौ इतौ यस्य सः इति किङित् इति भवति. तत्र द्वन्द्वगर्भ बहुव्रीहिसमासः भवति. प्रथमं द्वन्द्वः भवति तदनन्तरं बहुव्रीहिसमासः अतः द्वन्द्वगर्भ बहुव्रीहिसमासः भवति तस्मिन् सप्तम्यं किङिति इति भवति. तत्र अनिदितां षष्ठ्यन्तं हलः षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तम् इति भवति. ओके अनिदितां हलः तत्र अनिदितङ्गं यदस्ति यद् हलन्तम् अस्ति इति विशेषणविशेषभावः भवति. हलन्तम् अनिदिद्धातुः तस्य अङ्गस्य उभधायाः न लोपः किङ् इति भवति. तादृशम् अङ्गं यदस्ति तस्य उपधायाः न लोपः भवति इति तर्हि सूत्रमस्ति अनिदितां हलः अङ्गस्य उपधायाः न लोपः किमिति इति पदानां सम्बन्धः कः इति एकवारं वदतु. अनिदितङ्ग अङ्गमस्ति तत् विशेषमस्ति तस्य विशेषणं भवति अनिदितङ्गं तत्र विशेषणविशेषभावः अस्ति. तत्रापि हलन्तम् अनिदितङ्गं यद्भवति तस्य तत्र अवयव अवयवीभावः भवति. हल् इति अवयवः अस्ति अवयवी भवति अङ्गम् अतः हलन्त तदन्तविधिः भवति विशेषणं तु अत्र हलन्त हलः इत्युक्ते इत्युक्ते किं वक्तुमिच्छति अङ्गस्य हलः इति वक्तुमिच्छति वा. आम् हलन्तम् अङ्गं तस्य इति हलन्तम् अङ्गम् इति तु तत्र अवयवविभावः अस्ति वा. तत् भवति किल अङ्गं यदस्ति तत् हलन्तमेव भवेत्. तादृशार्थः कथं लभ्यते हलन्तम् अङ्गम् इति कथं लभ्यते. षष्ठी अस्ति द्वयोः अतः तदन्तविधिः भवति विशेषणविशेषभावः भवति इति तदन्तविधिः. तर्हि अवयव अवयवीभावः कथं भवति. तद् न भवति हलन्तमेव अङ्गं खलु. आमामाम् इति तत्र पुनः विशेषणविशेषभावः हलन्तम् इत्यस्य समस्तपदस्य विग्रहवाक्यं वदतु. हल् अन्तं यस्य सः हल् अन्तं यस्य तत् अङ्गं हलन्तम् अङ्गम् इति विशेषणविशेषभावः. एवम् अनिदिताम् अङ्गानां वस्तुतः अनिदितः इति वयं वदामः चेत् एकवचने अस्ति अत्र बहुवचने प्रयुक्तः अस्ति अनिदिताम् इति अनिदिताम् अङ्गानाम् इति भवेत्. अनिदिताम् अङ्गानाम् एवं हलन्तानाम् अङ्गानाम् अनिदितां हलन्तानाम् अङ्गानाम् उपदायाः न लोपः इति भवेत् खलु. अनिदितामपि अङ्गस्य अपि विशेषण तत्र अनिदितामपि अङ्गस्य विशेषणं विशेषणमेव इत्युक्ते तादृश अङ्गम् अत्र वस्तुतः धातुरूपी अङ्गं तादृशधातुरूपी अङ्गम् अत्र धातुः इति अत्र धातुः इत्यस्य अनुवृत्तिः नास्ति परन्तु वयं ज्ञातुं शक्नुमः धातुः अपि भवेत् तादृशधातुरूपी अङ्गं यत्र मूले नकारः अस्ति उपदायाम् अपि च धातुः हलन्तधातुः भवेत् अनिदिधातुः अपि भवेत् तादृशधातुरूपी अङ्गम् अस्ति चेत् उपदायाः न लोपः भवति कितिनिति प्रत्यये परे. तत्र उपधायाः अङ्गस्य तत्र अवयवीभावः आम् एवम् एवम् समीचीनम्. इदानीम् अर्थः स्पष्टः अस्ति वा. आम् प्रश्नः नास्ति खलु. अन्येषाम् अवगमनं जातं वा अनिदितां हलः उपदायाः कृति इत्यस्य. अस्तु अस्तु भगिनि तर्हि धन्यवादः. तर्हि अग्रे उमा भगिनी अग्रे पठति वा. अनिदितां हल उपदायाः इति येषां हलन्तदा यथा उदाहरणं यथा बन्द् योगः न बन्द् न उपदा नकारस्य लोपः इति परे अनिदिताफलपदायः किमिति च बद् प्रश्न बद्न इत्यङ्गम् बन्द् दातु अत्र स्ना प्रयागणप्रत्ययः सु बन्द् नियोगः न अत्र अत्र ध चन्द्रबिन्दु अन्त्य धकारस्य अन्ते अकारः अस्ति चेत् लोपः भवति बन्द् न बन्द् न उपदा नकारस्य लोपः इति परे अनिश्चितां फलोपदायः इति बद् प्लस् न बद् न इति सिमिलर्लि षड् अण्ड् मन्त् आल्सो षड् षड् धकारस्य अन्ते अकारः लोपः भवति सो षड् फलस्य आगच्छति प्लस् न उपदानकारस्य लोपः इति परि अनिता फलपदायः सूत्रस्य सूत्रात् षड् प्रश्नात् षड्ना इति अङ्गं भवति सिमिलर्लि सिमिलर्लि मन्द् इति आल्सो मन्द् प्लस् न मन्द् न उपदा नकारस्य लोपः इति परे इति सूत्रेण अनितां फलपदायाः इति च सूत्रस्य लोपः भवति नकारस्य लोपः भवति सो मद् प्लस् न मद् न इति अङ्गं भवति समीचीनं भगिनि सम्यक् अस्ति एवमेव एवमेव ग्रन्थयोगः श्न अस्तु तर्हि विजयभगिनी पठतु आं महोदय एवमेव ग्रन्थयोगः श्न अत्र अनुनासिकवर्णः अकारः लोपः भवति अतः तत्र ग्रन्थ अत्र श्नामध्ये नका अनुबन्धलोपानन्तरं न एव तिष्ठति अतः तत्र अन्तिमपदं ग्रन्थ इति भवति एवमेव अत्र ग्रन्थ ग्रन्थ इति भवति तत्रापि अनुनासिक लोपः भवति अतः तत्र श्ना न इति योजनेन खुत् न इति भवति समीचीनम् अग्रे अस्तु क्रियादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति श्ना अपित् अतः नित्वत् तर्हि सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् इत्येषु सर्वत्र न लोपः यथा लटि बन्द् योगः श्ना योगः ति अनुबन्धलोपात् अनन्तरम् अत्र बध्नाति एव भवति शत्रु अपि तथा यतः शत्रुषित् अतः सार्वधातुकप्रत्ययः शत्रु सर्वदा कर्तृते अतः कर्तरि शप् इत्यनेन शप् शपं प्रपाद्य श्ना इति भवति बन्द् योगः श्ना शत्रु प्रत्ययं योजनेन बन्द् योगः श्ना अत् शत्रुमध्ये अनुबन्धलोपानन्तरम् अत् एव तिष्ठति इदानीम् अत्र बध्ना इति भवति बध्ना योगः अत् अजादिषु अपित्सु श्ना प्रत्ययस्य आकारुलोपः स्नाव्यतयो स्नाव्यस्तयोरातः इति सूत्रेण अधः अत्र तृतीयसोपाने अत्र दत्तम् अधः तत्र बध्नत् इति भवति पुंसि बध्नन् इति भवति. इदानीम् अत्र त्रयादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति इति वयं दृष्टवन्तः विकर्णप्रत्ययम्. इदानीं श्ना अपि अस्ति सर्वत्र कर्तरि शप् इति अस्ति, परन्तु अत्र कर्तरि शप् बाधित्वा एव अत्र श्ना इति अस्ति. श्ना अपि अस्ति अतः नित्वत् कार्यं भवति. सार्वधातुकलकारेषु लट् लोट् विधिलिङ्ग लट् लोट् लङ् विधिलिङ्ग मध्ये अत्र सर्वत्र नकारः अत्र न लोपः इति, परन्तु अत्र लटि स्वीकुर्मः चेत् इदानीं बन्द् इति अस्ति अनिदितमल उपादायाः इत्यनेन नकारस्य उपादायं तिष्ठस्य नकारस्य लोपः भवति अतः बद् एव तिष्ठति. इदानीम् अत्र श्ना इति विकर्णप्रतिं स्वीकुर्मः चेत् अनुबन्धलोपानन्तरं ना एव तिष्ठति. इदानीं बद् योगः ना योगगति बध्नाति इति शत्रुप्रत्ययमपि तदेव भवति. शत्रुषित् अस्ति सार्वधातुकप्रत्ययः शत्रु सर्वदा कर्तृते अत्र कर्तरिषप् बाधित्वा अत्र श्ना इति प्रत्ययम् आयाति. इदानीं बन्द् योगः श्ना योगः अत् योजनेन अत्र बध्ना इति भवति. बन्द् इत्यस्य नकारस्य लोपः अनन्तरं श्ना इत्यस्य अनुबन्धलोपानन्तरं ना एव तिष्ठति. इदानीं बद् योगः ना योगः अत् इति शत्रुमध्ये अनुबन्धलोपानन्तरम् अत् एव तिष्ठति अतः तत्र बध्नात् अजादि अपित्सु श्नाप्रत्ययस्य आकारः लोपः. किमर्थं चेत् अत्र श्नाभ्यस्तयोरातः इत्यनेन अत्र आकारस्य लोपः भवति अतः तत्र बध्नत् इति भवति. एतत्तु प्रातिपदिकमस्ति. पुंवत् भाव पुल्लिङ्गपदं तु बध्नन् इति भवति. समीचीनं वा महोदय? हा समीचीनं सम्यक् अस्ति इति अस्ति. इत्युक्ते प्रक्रिया समाना अस्ति. सार्वधातुकप्रक्रिया इति वयं यदा वदामः तदानीं प्रक्रिया समाना एव भवति. बध्ना योगहति बध्नाति इत्यत्र यथा प्रक्रिया तथैव तत्र शत्रुप्रत्यान्तम् अस्ति चेदपि तथैव प्रक्रिया भवति. केवलं भेदः कः इति चेत् अत् इति प्रत्ययः अजादिप्रत्ययः अस्ति इति कृत्वा तत्र श्नाभ्यस्तयोरातः इति भिन्नसूत्रस्य अवकाशः भवति. नो चेत् तत्र भेदः नास्ति. प्रक्रियायां समानता वर्तते. अनिदितामहल उपदायक्निति इति सूत्रस्य कार्यम् उभयत्र भवति. लटि अपि भवति शत्रुप्रत्ययपरे अस्ति चेदपि भवति. अस्तु समीचीनम्. यतोहि तत्र वस्तुतः श्नाप्रत्ययः तु विधीयते, उभयत्र विधीयते. तत्र शत्रुप्रत्ययः वस्तुतः लटः स्थाने एव भवति खलु. लटः स्थाने शत्रुप्रत्ययस्य विधानम्, अतः उभयत्र कार्यं समानमस्ति. अस्तु अग्रे तत्र उषाभगिनी अग्रे. आं भगिनि. अस्तु आर्धधातुकप्रत्ययेषु परेषु कित्वात् न लोपः. दृष्टान्ते थ प्रत्यये परे बन्द् योगः त अनिदितां हल उपादायाः किङिति इत्यनेन बद्ध भवति पुंसि बद्धः. संयोगः बन्द् योगः त प्रत्यय सम्बद्ध इति पुंसि सम्बद्धः इति भवति. आर्धधातुकप्रत्ययेषु परेषु कित्वात् न लोपः भवति. आर्धधातुकप्रत्ययः परेषु कित्वात् न लोपः. दृष्टान्ते त प्रत्यये परे बन्द् इति धातु त प्रत्ययं योजयामः चेत् त प्रत्ययः कित् प्रत्ययः अनिदितां हल उपादायाः कितिङ् इति सूत्रेण नकारलोपः भवति. बन्द् इति बद् भवति. अनन्तरं त प्रत्ययं योजनेन त प्रत्ययस्य स्थाने दकारः अत्र बद्ध इति भवति. बद् योगः त प्रथमं त प्रत्ययः ध भवति, अनन्तरं जलां जश् जशि बद्ध इति भवति. जशस्ततोर्दोर्दः इत्यनेन जशस्ततोर् जशः जश् अस्ति, वद् धकारः महाप्राणधकारः जश् प्रथमं नकारलोपः, अनन्तरं वद् धकारः धकारः जश् अस्ति इत्यनेन परः तकारः, तकारः स्थाने धकारः आयाति, अनन्तरं धातोः धकारः जलां जश् जशि इत्यनेन जष्त्वं भवति, बद्ध इति भवति, पुंसिरूपं भवति, पुम्बत् पुंसिरूपं भवति, बद्धः इति भवति. स्त्रीलिङ्गं स्त्रीलिङ्गं चेत् सम्बद्धा इति भवति. आर्धधातुकप्रत्ययेषु परेषु कित् ङित् इति प्रत्ययान् विहाय अनुदितां न लोपः न भवति, अनुदितां न लोपः न भवति. यथा बन्ध् योगः तव्यत् इति अस्ति चेत् तत् तव्यत् इति कित् ङित् प्रत्ययः नास्ति. सो बन्ध् योगः तव्यत् बन्धव्य इति भवति, बन्धव्यं बन्धव्यं भवति. नकारलोपः न भवति इत्यस्य उदाहरणम् अस्ति. पूर्वं नकारलोपः भवति त प्रत्ययपरः कित्नित् प्रत्ययः, अत्र तव्यत् इति प्रत्ययः कित्नित् नास्ति इत्यनेन उदाहरणं बन्ध्योगः तव्यत् बन्धव्य बन्धव्यम् इति भवति. बन्ध योगः अनियर् अनियर् अपि कित्नित् नास्ति, बन्धनीय इति भवति, नकारः तिष्ठति एव. बन्धनीयं बन्ध् योगः तुमुन् प्रत्ययः बन्धुम् इति भवति, नकारः अपि तिष्ठति इत्यस्य उदाहरणं दत्तं. तव्यत् अनियर् अपि च तुमुन्. सम्यक् सम्यक् समीचीनं सम्यक्. धन्यवादः भगिनी. धन्यवादः. अस्तु, किञ्चित् अग्रे गच्छामः. इदानीम् अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि, पठामि. नत्वं प्रियादिगणे बहुषु धातुषु रेफः ऋकारः षकारः च सन्ति, अतः तेभ्यः वर्णेभ्यः नकारस्य नत्वं भवति. अट्कुप्वाङ्नुं व्यवायेपि इत्यनेन स्वराः कवर्गीयव्यञ्जनानि पवर्गीयव्यञ्जनानि ह य व ऋ अनुस्वारः च मध्ये सन्ति चेदपि नत्वं सम्भवति. यथा प्रीयोगना प्रीना, गृहयोगना गृह्णा. अत्र ऋकारस्य नकारयोः मध्ये हकारः अस्ति, तथापि गृहयोगः न गृह्णा गृह्णा गृह्णा. ऋकारस्य नकारयोः मध्ये हकारः अस्ति अस्ति, तथापि नकारस्य णत्वं सम्भवति इति. अत्र णत्वस्य प्रसङ्गः प्रतिपाद्यते. प्रयादिकणे यत्र रेफः ऋकारः षकारः च सन्ति, तेभ्यः वर्णेभ्यः नकारः अस्ति चेत् तस्य णत्वं सम्भवति. अट्कुब्वाङ्नुं व्यवायिपि सूत्रेण अत्र कवर्गीयव्यञ्जनानि पवर्गीयव्यञ्जनानि, स्वराः अट् इत्यत्र स्वराः, अपि च हयवरट् हयवर अनुस्वारः च. यदि रेफऋकार षकार एतेषाम् अनन्तरम् अपि च नकारस्य मध्ये वर्तते चेदपि णत्वं सम्भवति इति अत्र अनेन सूत्रेण उच्यते. उदाहरणार्थं क्रि इति धातुः, ततः परं न, अत्र रेफः अस्ति, ततः परम् ईकारः अस्ति, ततः परं न नकारः अस्ति, तथापि अत्र साक्षात् नकारः रेफस्य अनन्तरं साक्षात् नकारः नास्ति, तथापि अट्कुप्वाङ्नुं व्यवायिपि सूत्रेण णत्वं जायते इति अत्र प्रदर्श्यते. तदर्थं क्रीणा इति रूपं. गृहयोग न तत्रापि ऋकारः अस्ति ततः परं हकारः अस्ति तथापि नत्वं जायते गृह इति रूपं स्यात् इति अत्र उदाहरणद्वयं प्रदर्श्यते. सम्यक् भगिनि, सम्यक्, धन्यवादः. इदानीम् अग्रे शोभा भगिनि. आं भगिनि, तिङ्सञ्ज्ञकप्रत्ययसिद्धिः अनदन्तानां कृते तिङ्प्रत्ययसिद्धिः जाता एव. यत्र अङ्गम् अनदन्तं तत्र सर्वेषां धातूनां कृते सिद्धतिङ्सञ्ज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः. अतः क्रयादिगणे अपि सिद्धतिङ्प्रत्ययाः एते एव. अस्तु, तत्र अग्रे सिद्धतिङ्प्रत्ययाः दर्शिताः सन्ति. एकवारं पठनीयं वा भगिनी तत्र सम्पूर्णम्? अवश्यं पठतु. अस्तु, तर्हि तत्र तिङ्सञ्ज्ञकप्रत्ययसिद्धिः इति विषयः. अनदन्त अङ्गानां कृते तिङ्प्रत्ययसिद्धिः जाता एव. यत्र अङ्गम् अनदन्तं तत्र सर्वेषां धातूनां कृते सिद्धतिङ्सञ्ज्ञकप्रत्ययाः समानाः इति तु दृष्टवन्तः. इदानीं तत्र क्रयादिगणे सिद्धतिङ्प्रत्ययाः कथं भवन्ति इति एकवारं पश्यामः. परस्मैपदी अपि आत्मनेपदी लट्लकारे तीतः अन्ति तीतः परस्मैपदी तीतः अन्ति तीतः था नी वह मह. आत्मनेपदी लट्लकारे ते आते अते से आथे द्वे ए वहे महे. लोटि परस्मैपदी तु तात् ताम् अन्तु हि तात् तं ता आनि आव आम. लोटि आत्मनेपदी त्वा ताम् आताम् अताम् स्व आथाम् ध्वम् ऐ आवहै आमहै. लङ्गि परस्मैपदी त ताम् अन् स तं ता अं वा मा. लङ्गि आत्मनेपदी त आताम् अत थाः आथाम् ध्वम् इ वहि महि. विधिलिङ्गि परस्मैपदी यात् याताम् युः याः यातम् यात याम् याव याम. विधिलिङ्गि आत्मनेपदी ईत ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईया ईवहि ईमहि इति रूपाणि भवन्ति. अग्रे पठनीयं वा भगिनि? धन्यवादः भगिनि, बहु सम्यक्, धन्यवादः, समीचीनम्. इदानीं तत्र उमा भगिनी किञ्चित् अग्रे पठति वा? किं प्रति निमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. क्रयादिगणे यदा अङ्गं निष्पन्नं तदा सर्वेषां धातूनां कृते कार्यं समानमेव. स्मरन्तु यत् स्वादिगणे तथा नास्ति. तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः. तनादिगणेपि तादृशविभजनं जातम्. अत्र क्रयादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि, केवलम् एकस्मिन् स्थले तादृशं समूह द्वयम् अपेक्षितम्. यथा स्वादिगणे प्राप्यते तच्च लोट् लकारस्य मध्यमपुरुष एकवचने एव. अस्य पाठस्य अन्ते पृथक्तया परिशीलयामः. तत् विहाय सर्वगणः एकैव समूहः. अत्र अङ्गकार्यविवरणं दत्तं. क्रयादिगणे सर्वेषां धातूनां समानमेव स्वादिगणे तथा नास्ति. अजन्तधातूनाम् एकः समूहः, सलन्तधातूनाम् अपरः समूहः अस्ति स्वादिगणे. तनादिगणे अपि तादृशविभजनं एव. अत्र त्रयादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि. सो अत्र किञ्चित् डिफ्रेन्स् नास्ति. एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं. यथा स्वादिगणे प्राप्यते तच्छन् लोट्लकारस्य मध्यमपुरुष एकवचने एव. अत्र पाठस्य अन्ते पृथक्तया परिशीलयामः. सो क्रयादिगणे सर्वेषां धातूनां समानमेव, कोऽपि डिफरेन्स् नास्ति. समीचीनं भगिनि, समीचीनं. केवलं विभजनम् एकत्र अस्ति, तत् कुत्र इति अग्रे पश्यामः. परन्तु सामान्यतया तु सर्वेषां धातूनाम् एकः गणः, तत्र समानरीत्या कार्यं प्रवर्तते. तत्र स्वादिगणे तु अस्माभिः दृष्टं खलु, असंयोगपूर्व अङ्गं, संयोगपूर्व अङ्गम् इति तादृशविभागः आसीत्. अत्र तथा किमपि नास्ति. अस्तु, समीचीनं. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. तत्र शोभाभगिनी अग्रे पठतु. अस्ति वा भगिनि, किञ्चित् क्षम्यतां भगिनि. यथा सामान्यम् अस्तु. यत्र अङ्गम् अनदन्तं, यथा सामान्यं यत्र अङ्गम् अनदन्तम्, अत्रापि त्र्यादिगणे सिद्धतिङ्प्रत्ययानां भागचतुष्टयम् अस्ति. हलादिपितः, अजादिपितः, हलादि अपितः, अजादि अपितः च. किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्रयादिगणे कार्यं किञ्चित् भिन्नं भवति. अस्तु, तत्र यदा स्वादिगणस्य विषयः जातः, तत्र दृष्टवन्तः किं सिद्ध भागचतुष्टयम् अस्ति इति. हलादि पितः, अच् आदि येषां ते, अपि च हल् आदि येषाम् अपितः, अच् आदि येषाम् अपि च अपितः इति. किन्तु तत्र एतत् भागचतुष्टयम् अवलम्ब्य एव किन्तु कार्यं किञ्चित् भिन्नं भवति इति. हलादिषु पित्सु किमपि कार्यं नास्ति, केवलं योजनम्. अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति. क्रीणायोगः ति क्रीणाति. अजादिषु पित्सु केवलं सन्धिकार्यं, क्रीणायोगः आनि क्रीणानि इति. तत्र हलादि पित्सु कार्यं न भवति, केवलं योजने एव भवति, यतोहि तत्र हल्वर्णः आदौ अस्ति इति कृत्वा. अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति, अतः तत्र केवलं योजनं भवति, क्रीणायोगः ति क्रीणाति इति. अजादि पित्सु केवलं सन्धिकार्यं, तत्र क्रीणायोगः आनि इति दत्तत्वात् आकार अकारयोः केवलं सवर्णदीर्घसन्धिः भवति, क्रीणानि इति भवति. हलादिषु अपित्सु ना प्रत्ययस्य आकारस्थाने ईकारादेशः, हल्यघोः इति सूत्रेण. क्रीणायोगः तः क्रीणीतः इति. अजादिषु अपित्सु श्नाप्रत्ययस्य आकारलोपः श्नाभ्यस्तयोरातः इति सूत्रेण. क्रीणायोगः अन्ति क्रीणन्ति इति भवति. तर्हि हलादिषु अपित्सु श्नाप्रत्ययस्य आकारस्य स्थाने ई आदेशः भवति. सूत्रमस्ति ई हल्यघोः, ई हल् अघोः, घकारः न भवेत् तत्र इति. सूत्रेण क्रीणायोगः तः केवलं तत्र आकारस्य ईकारः भूत्वा क्रीणीयोगः तः इति भवति, तदनन्तरं क्रीणीतः. अजादिषु अपित्सु श्नाप्रत्ययस्य आकारलोपः भवति, तत्र लोपः भवति. श्नाभ्यस्तयोरातः इति सूत्रेण श्नाभ्यः तयोः आतः इति अस्ति वा तत्र श्नाभ्यः तयोः आतः इति? आमां श्नाभ्यः तयोः आतः इति एव अस्ति. अस्तु, तत्र तु क्रीणा इति आरभते, क्रीणयोगः अन्ति, तत्र आकारलोपः, अतः क्रीण योगः अन्ति इति भवति, क्रीणन्ति इति रूपं सिद्ध्यति. अग्रे पठनीयं वा भगिनि? श्नाभ्यः न इति तदा नास्ति, क्षम्यतां, श्नाभ्यः इति नास्ति, श्नाभ्यस् तत्र श्ना च अभ्यस्तः च, श्नाभ्यस्तः अभ्यस्तः तयोः, स्ना प्रत्ययस्य अपि च अभ्यस्तयोः अभ्यस्तसंज्ञकस्य. अस्तु अस्तु, तत्र आकारलोपः भवति. अस्तु अस्तु, समीचीनं समीचीनम्, अत्र अत्र स्थगनं कुर्मः. इति तत्र हलादिपित्सु अजादिपित्सु हलादि अपित्सु अजादि अपित्सु इति तत्सर्वं यथा पूर्वं तत्र सार्वधातुकप्रक्रियां तथैव अस्ति. अत्र हलादि अपित्सु नूतनसूत्रम् ईहल्यगोः इति सूत्रं ज्ञातव्यम्, अजादि अपित्सु श्नाभ्यस्तयोः आतः इति सूत्रं ज्ञातव्यं, तदग्रिमसप्ताहे पश्यामः. हलादिपित्सु अजादिपित्सु तत्र किमपि कार्यम् अङ्गकार्यं किमपि नास्ति, केवलं योजनं, सन्धिकार्यस्य अवसरः अस्ति चेत् तत्तु भवति एव. तर्हि इदानीं श्नाभ्यस्तयोरातः ईहल्यगोः इति सूत्रद्वयं ज्ञातव्यम्. एतावता कोऽपि प्रश्नः अस्ति वा? अयं गणः वस्तुतः सरलः अस्ति, अधिकं नास्ति, सूत्रद्वयं सूत्रत्रयं ज्ञातव्यं तावदेव. तर्हि अत्र स्थगनं कुर्मः, कोऽपि प्रश्नः वा? धन्यवादः, नमस्कारः, शुभदिनं, नमस्कारः, नमस्कारः, धन्यवादः, धन्यवादः.